नमस्कारः. अद्यतनविषयः अस्ति अदादिगणे हलन्तदातवः इति. पाठः गतसप्ताहद्वयं प्रवर्तमानः अस्ति, तर्हि अग्रे सरेम. गतसप्ताहे वयं सन्स् इति धातोः रूपाणि वयं निर्माणं कृतवन्तः खलु भगिनि? अस्तु, तर्हि अर्ध इति धातोः विषये पश्यामः. हेम भगिनी सर्वं करोति. हा, करोमि भगिनि. दकारान्तः अद्धातुः परस्मैपदी भक्षणे इति अङ्गकार्यम् उपधायां ह्रस्व अकारः लघु इक् इति न, अतः अङ्गकार्यं नास्ति. श्रूयते किल भगिनि? आं भगिनि, सम्यक् श्रूयते भवत्याः ध्वनिः. अस्तु, सन्धिकार्यम् अत्र अङ्गकार्यं किमपि नास्ति, यतोहि गुणकार्यस्य प्रसक्तिरेव नास्ति इति अंशः. तदनन्तरं सन्धिकार्यं दकारान्तः धातुः, अतः भोक्तृखरीच इत्यस्य प्रसक्तिः भवति. अद्धातुः अजादिः, अतः लङि आडजादीनाम् इत्यनेन आडागमः, आटश्च इत्यनेन वृद्धिरादेशः च. आयोगः अद् आदिति अङ्गं भवति. अन्यच्च अपृक्तप्रत्ययः परे अस्ति चेत् तस्य अपृक्तप्रत्ययस्य अडागमो भवति इति कारणतः अत्र अपृक्तप्रत्ययस्य लोपो न भवति अद्धातुतः. सामान्यतया हलन्तधातुतः अपृक्तप्रत्ययस्य लोपो भवति इति तु जानीमः, हल्ङ्याभ्यो दीर्घात्सुतिस्य पृक्तं हल्. परिचितं सूत्रमेव अस्ति हल्ङ्याभ्यो दीर्घात्सुतिस्य पृक्तं हल् इति, यत्र हलन्तधातुः भवेत् इति निमित्तमस्ति. परन्तु अत्र अद्धातुः तु अजादिः अस्ति, अतः तस्य प्रसक्तिरेव न भवति. अपृक्तवर्णस्य लोपः न भवति लङि इति. अपि च अजादिधातुः अस्ति इति कारणेन तत्र आडागमः भवति लङि, न तु अडागमः आडजादीनाम् इति सूत्रेण. अपि च आटश्च इत्यनेन तत्र वृद्धिरादेशः भवति इति. अतः आयोगः अद् आदिति अङ्गं भवति इति. तर्हि आद्योगः तकारः इति लङ्लकारे स्वीकुर्मः चेत् ततः विशेषसूत्रमस्ति अधः सर्वेषाम् इति सूत्रं प्रथमं पठामि. अधः सर्वेषाम् इति सूत्रम् अङ्गकार्यमस्ति, सप्तमाध्याये अस्ति. अद् धातोः उत्तरस्य सार्वधातुक अपृक्तसंज्ञकप्रत्ययस्य अडागमो भवति इति सर्वेषां वैयाकरणानां मतम्. अधः पञ्चम्यन्तं, सर्वेषां षष्ट्यन्तं, द्विपदमिदं सूत्रम् अस्ति. सिचो प्रत्यय इत्यस्मात् अपृक्ते इत्यस्य षष्ट्यन्त अनुवृत्तिः. तुरुस्तुषम्यमः सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य षष्ट्यन्त अनुवृत्तिः. उतो वृद्धिर्लुकि हलि इत्यस्मात् हलि इत्यस्य षष्ट्यन्त अनुवृत्तिः. अड् गार्ग्यगालवयोः इत्यस्मात् अट् इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. सर्वेषां मते अधः अङ्गस्य सार्वधातुकस्य अपृक्तस्य हलः अट् इति. तर्हि सर्वेषाम् इत्युक्ते अत्र सर्वेषां वैयाकरणानां तेषाम् अभिप्रायः अस्ति यत् अद् इति धातुः अस्ति, अधः इति पञ्चम्यन्तं भवति अत्र. अतः अद् धातोः अनन्तरं यः सार्वधातुक अपृक्तवर्णः तकारः आगच्छति तत्र अडागमः भवति इति सर्वेषाम् अभिप्रायः इति सूत्रस्य सारांशः. अग्रे चतुर्षु लकारेषु भगिनी एक प्रश्नः अस्ति. अत्र अद् धातुः अजादिधातुः अजादिः इति कथं वदति? धातोः प्रथमवर्णः कः भगिनी? अहो, प्रथमवर्णस्य आदि अस्ति किल. हा हा, तत् ओ, अत्र प्रथमवर्णस्य विवरणं कृतं न? हलन्त इति नास्ति अत्र, अजन्त इति नास्ति, अज् आदौ. अस्तु भगिनि. हा धन्यवादः भगिनि. सरलभगिनी लट्लकाररूपाणि निर्माणमस्ति. लति अद्योगति ति हलन्त्य पित् अस्ति, किन्तु अद्ति इक्वल नास्ति, तस्य कोऽपि कार्यं न भवति. अद्योगति खरीच इति सूत्रेण दकारस्य स्थाने तकार आगच्छति, अत्ति इति भवति प्रथमपुरुषे एकवचने. अद्योग अतः अत्र मिति मिति परे कोऽपि कार्यं नास्ति, केवलं सन्धिकार्यं भवति. अतः इति भवति, अन्ति भवति वर्णमेलनम् अदन्ति. अद्योगसि अत्र अपि गुणकार्यं न भवति हरिचर्चसूत्रेण. अत्योगसि अत् सि भवति, अत्र कोऽपि अन्यकार्यं नास्ति. अद्योगतः अर्थः अद्योगतः अर्थः अद्योगमि अपि गुणकार्यं न भवति, केवलं वर्णमेलनं भवति. अद्मि अद्वः अद्मः. धन्यवादः धन्यवादः. पुष्पभगिनी लोट्लकारं करोतु. नमस्कारः महोदय. मणि. हा नमस्ते मणि महोदय. नमस्ते. अस्तु भगिनि, एकनिमिष. हा, अत्र तु अस्ति, पित् अस्ति, तत् आद् योगः तु करीच इत्यनेन दकारस्य आदे तकारः आदेशः तु इति आगच्छति. अत्र तात्तु अपि अस्ति, अद् योगः तात्, तत्र तत्र तु अकारः तत्रापि खरिच इत्यनेन तकारस्य आदेशः भवति अत्तात् इति. तां तु तथैव अत्ताम्. अन्तु तु अदन्तु इति आगच्छति. सत्यम्? आं भगिनि. हि तत्र अद्धि हा हेर् हेर्द्यो सूत्रं न आगच्छति. हेधो हि हि पिच्छ इति हि प्रत्ययः कुत्र कार्यं करोति? प्रत्ययः कः? अस्माकं प्रत्ययः पुनः पृच्छतु भगिनि. हि हि हि प्रत्ययः तत्तु हि न हि प्रत्ययः सि किम् धि आगच्छति इति प्रथम सि इति मूले तु सि इति प्रत्ययः खलु. तर्हि सि इति स्थाने हि इति जातं किम् अत्र पुनः पश्यति किम्? हा ओ लोट्लकारे सि अस्ति, सि नास्ति, हि अस्ति न हकारः. ओ ओ ओ क्षम्य क्षम्यताम्. आम् आम् आं क्षम्यतां. लोट् लकारस्य क्षम्यताम्. लोट् लोट् लकारस्य तत्तु हेर् हेर्दि जलव्योध क्षम्यतां. तत्तु तद् तत् कारणेन धि आदेशः तथैव हे अद्धि अद्धि इति आगच्छति. न योगः ति धि तत्र धकारस्य प्रभावेन न न न न धकारः एव आयाति जलां अद्धि अद्धि तत्र तात्तु तथैव अत्तात् अत्तम् अत्ता आनि आवा आम पित् अस्ति अदानि अदाव कोऽपि नास्ति अत्र अदानि अदाव अदाम धन्यवादः सम्यक् मणिमहोदय करोति किं लङ् लकारः प्रयत्नं करोति अद्योः अत्र आडजादीनां सूत्रेण स्वरः अस्ति अत्र अद् अतः आडजादीनाम् इति सूत्रेण आडजाः पुनः आटस्य इति सूत्रेण वृद्धिः भवति अतः अद् इदानीम् आद् इति भवति आद्योः त किमपि गुणकार्यं नास्ति अत्र पूर्वमेव वृद्धिः आसीत् अतः हल्याभ्यो दीर्घात् सुप्तम् इति सूत्रेण तकारः लोपः भवति अर्हति बट् परन्तु अधः सर्वेषाम् इति सूत्रेण प्रत्ययस्य पूर्वम् अट् आदेशः अधः आद्योः आयोः त विक्रम अत्र अनुबन्धलोपस्य अनन्तरम् अकार एव आदत् इति रूपं भवति महोदय कस्यपि स्थाने आगच्छति चेत् आदेशः नो चेत् केवलम् आगमः आयाति चेत् नूतनवर्णः किमपि संयोजयामः चेत् कस्यपि परिहृत्य न कुर्मः चेत् तर्हि तस्य तु आगमः इति वदामः आगमः अस्ति तिष्ठति इति कृत्वा आद्यन्तौ टकितौ इति स्थाने इत्यस्य आदौ आयाति तर्हि प्रत्यस्य पूर्वं यस् यस् धन्यवादः महोदय अतः अन्तिमरूपम् आदत् इति भवति अत्र जलां जसन्त इति आदद् अपि रूपं परिवर्तनं भवति चिन्तयामि महोदय अनन्तरं ताम् अस्ति एकनिमिषः तत्र भवान् उक्तवान् हल्याभ्यो स्थितिस्य पृत्तं हल् इति सूत्रं सूत्रस्य प्रसक्तिरस्ति भवति स्म इति उक्तवान् परन्तु तत्र प्रसक्तिरेव नास्ति यतोहि हलन्तधातुः नास्ति अजन्तधातुः अस्ति इति कृत्वा आम् सामान्यतया भवितुम् अर्हति अत्र विशिष्य अत्र धातुः अजन्त हलन्तधातुः नास्ति किल क्षम्यतां हलन्तः एव अस्ति अजादिः अस्ति अस्तु वदतु आदत् अनन्तरं विकल्पेन आदत् इति जलं जसन्ते इति रूपेण सूत्रेण भवति अनन्तरं तां मध्यं द्विवचने ताम् आद्योः ताम् अत्र गुणनिषेधः अधः करिचेति सूत्रेण आत् भवति आताम् इति रूपं भवति अनन्तरं गुणस्य कार्यम् एव नास्ति नास्ति गुण नास्ति गुणनिषेध अत्र वदनेन लाभः नास्ति इति मन्ये न भगिनि आं भगिनि आं चिन्तनम् एवं महोदय एवमेव चिन्तनं कृतवान् इति अस्माकं सामान्य स्तरीयचिन्तनं भवति खलु एकैकं सोपानेन चिन्तयामः खलु तादृशचिन्तनं कृतवान् अतः गुणकार्यं न भवति परन्तु करिचयति सूत्रेण आत् भवति आत्ताम् इति रूपं भवति अनन्तरम् अन् प्रत्ययः अत्र किमपि कार्यं नास्ति जुस् आदेशः वा महोदय अत्र अन्नेव वा सूत्रद्वयम् अस्ति खलु अन्येव अन्येव महोदय अन्येव अतः सिदभ्यश्च विदिभ्यश्च इति सूत्रेण जुस् आदेशः भवति अनन्तरं जेर् जुस् इति कुत्र आयाति अहं मन्ये अदन्तेभ्यः धातुभ्यः जेर्जुस् इति भवति खलु, तत्र जेर्जुस् क्षम्यतां जेर्जुस् इति स्मरति किं विधिलिङ्गि एव जेजस् इति भवति, विधिलिङ्गि भवति. तर्हि जुस् आदेशः उः इति आदेशः तु स्थलद्वये एव भवति, अत्र तु न भवति. सिच् अपि नास्ति, प्रत्ययः नास्ति. किमस्ति अभ्यस्तसंज्ञा अपि नास्ति, अनन्तरं दिप् धातुः अपि नास्ति इति कृत्वा कार्यं केवलम् अन्यति एव तिष्ठति प्रत्ययः. धन्यवादः महोदय. अन्यः अस्ति, अतः आद्योः किमपि कार्यं नास्ति, अतः आद इति रूपं भवति महोदय. आदन् अनन्तरं मध्यम पुरुषे सकारः अस्ति, अत्र साधारणतया हुजल्व्यवधि इति सूत्रेण सकारलोपं भवितुम् अर्हति, परन्तु उत्तर विशिष्टसूत्रेण अधः सर्वेषाम् इति सूत्रेण तत् कार्यं न भवति. अन्यरूपं प्रत्ययपूर्वम् अट् आदेशः भवति, यत् भवति इत्युक्ते आदि अन्धौ टक्तौ इति सूत्रेण प्रत्ययस्य पूर्वम् अकार आगमः, अतः आद्योगः आयोगः स आदस् इति रूपम्. अत्र रुः अन्यम् अन्तिमविसर्गः भवति, सस्योरुः करवसन इति करवसन विसर्जनीयः इति सूत्राभ्याम् आदः आदः इति रूपम् अन्तिमरूपं. द्विवचने आद्योः तं कुत्रापि कार्यं न भवति, अत्र छन्दिकार्यम् एव. अतः करिचय इति सूत्रेण आद्योः तम् आत्तम् इति, बहुवचने तदेव आत्त इति रूपं भवति. अनन्तरम् अम् उत्तमपुरुषे अम् आद्योः अम् अद किमपि कार्यं भवितुमर्हति, मेलनमेव आदम् इति रूपं, तदेव द्विवचने बहुवचनेपि आद्व आद्म इति रूपम् अन्तिमरूपं रूपाणि भवन्ति महोदय. धन्यवादः. आम् आं महोदय, अत्र तु यात् अत्र किमपि कार्यमेव नास्ति, केवलं मेलनं भवति. अतः अद्योगः यात् अद्यात् अद्याताम् अद्युः यात् याताम् यात् युः याः अद्याः अद्यातम् अद्यात् अद्याम् अद्यम् अद्याव अद्याम् अद्याम अद्याम् अद्याम तत्र अम् अस्ति किल यामिति अद्याम् अद्याव याम अद्यम् इति उक्तवती भगिनि तावत् अद्यामि अद्याम् इति उक्तवती वा अद्यम् इति उक्तवती इति श्रुतं मया प्रायः भवति अद्याम् इति एव सत्यमेव अद्याम् अद्याव अद्याम धन्यवादः. अग्रिमधातुः अपि प्रारम्भ अस्तु महोदय. अग्रिमधातुः अस्ति विद् धातुः, तकारान्तविद् धातुः, परस्मैपदि ज्ञाने इति अर्थे भवति. अङ्गकार्यमस्ति, हलादिपित्सु उपधायां लघु इकः गुणः, विद्योगः ति, तर्हि पुगन्तलघुपदस्य अनेन पुगन्तलघुपदस्य च अनेन वेद् इति भवति. वेद्योगः ति, खरि च भूत्वा तत्र वेत्ति इति रूपमायाति. तदनन्तरम् अजादिपित्सु पित् अस्ति इति कृत्वा अत्रापि गुणस्य सम्भवः, उपधायां लघुविकः गुणः भवति. विद्योगः आने इति स्वीकृतम्, अतः अत्र वेद् इति भवति पुगन्तलघुपदस्य च अनेन. वेद्योगः आने मेलनं भूत्वा वेदानि इति भवति. हलाद्य अपित्सु अपित् अस्ति इति कृत्वा गुणनिषेधः भवति, मिथि च अनेन. विद्योगः तः अत्र केवलं खरीच इति सूत्रस्य प्रसक्तिः, अतः वित्तः इति रूपमायाति. अजाद्य पित्सु अपि अपितस्य इति कृत्वा गुणनिषेधः ङिति च इति गुणस्य बाधकसूत्रमस्ति. विद्योगः अन्ति मेलनं भूत्वा विदन्ति इति भवति. द्वितीयबिन्दुः अस्ति सन्धिकार्यं. खरीच इत्यनेन चर्त्वं बहुत्र प्रवर्तते इति. विदो लटो वा विद् धातोः लटि पठामि किल महोदय? आं भगिनि. विदो लटो वा विद् धातोः लटि विकल्पेन लिट्लकारस्य नवप्रत्ययाः प्रयुज्यन्ते. नल् निरनुबन्धरूपमस्ति अकारः. अतुः उः थल् अथुः अ नल् पुनः तत्रापि निरनुबन्धरूपः केवलम् अकारः अवशिष्यते. व म इति नवप्रत्ययाः लिट्लकारस्य. विदः पञ्चम्यन्तं लटः षष्ट्यन्तं वा अव्ययं त्रिपदमिदं सूत्रम्. परस्मैपदानां नलतुसुस् थलतुस्स नल् नल्वमाः इत्यस्य पूर्णतया अनुवृत्तिः भवति. धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. विदः धातोः लटः परस्मैपदानां वा नलतुसुस् थलतुस् तुस नल्वमाः इति. अत्र सूत्रं वदति विद् धातोः कृते विकल्पेन रूपाणि भवन्ति वा इति अस्ति, अतः अत्र रूपद्वयम् आगच्छति लट्लकारे. परन्तु लट्लकारे तत्र प्रत्ययाः लिट्लकारस्य प्रत्ययाः नवप्रत्ययाः प्रयोज्यन्ते. लिट्लकारस्य प्रत्ययाः उक्तमस्ति नल् अकारः. अतुः उः थल् अतुः अ नल् पुनः अ व म इति नवप्रत्ययाः लट्लकारे अपि प्रयुज्यते. तर्हि साधारणतया लट्लकारस्य एकस्मिन् पक्षे लट्लकारस्य साधारणरूपाणि अपि च अन्यस्मिन् पक्षे लिट् लकारस्य प्रत्ययानि उपयुज्य तत्र विकल्परूपाणि आगच्छन्ति इति अस्ति. लोट्लकारस्य अपि वैकल्पिकरूपाणि. एतद्विषयः केवलं लट्लकारे अस्ति. तादृशमेव लिट्लकारः अपि भवति. क्षम्यतां, लोट्लकारे अपि भवति. लोट्लकारस्य अपि वैकल्पिकरूपाणि भवन्ति तत्रापि. परन्तु सूत्र नूतनसूत्रमस्ति अत्र विदाङ्कुर्वन्त्विति अन्यतरस्याम् विदाङ्कुर्वन्त्वित्यन्यतरस्याम् इति सूत्रेण निपातनेन विदाङ्कुर्वन्तु इत्यादीनि रूपाणि दीयन्ते. निपातनेन इत्युक्तौ सिद्धरूपं दीयन्ते, तत्र प्रक्रिया मास्तु. निपातनस्य कारणम् इदं यत् रूपस्य प्रक्रियाविधानार्थम् अधिकनूतनसूत्राणि अपेक्षितानि स्युः इति कृत्वा पाणिनेः मतानुसारं मास्तु, रूपमेवमेव भवतु इति. तर्हि इदानीं दृष्टवन्तः लट्लकारे रूपाणि एकस्मिन् पक्षे साधारणरूपाणि, अन्यस्मिन् पक्षे लिट्लकारस्य रूपाणि प्रत्ययानि प्रयुज्य. तादृशमेव लोट्लकारे अपि वैकल्पिकरूपाणि भवन्ति. तस्मिन् अर्थे विदाङ्कुर्वन्त्वित्यन्यतरस्याम् इति सूत्रं कार्यं करोति. अत्र विदाङ्कुर्वन्तु अनेन सूत्रेण रूपाणि एव अत्र दत्तम् इत्युक्ते तत्र अस्माकं कृते प्रक्रिया मास्तु इति पाणिनेः अभिप्रायेण. अत्र विद् धातुतः केवलं कृ इति धातुं प्रयुज्य तत्र विदाङ्कुर्वन्तु इति करोतु, कुरुतः, कुर्वन्तु इति सर्वत्र विदाङ् अपि च कृ धातोः रूपाणि लोट्लकाररूपाणि स्थापयित्वा रूपाणि साधयामः इति सूत्रं. विदाङ् कुर्वन्ति वर्तस्यान्यतरस्यां तृतीय अध्यायस्य प्रथमं पादे एकचतुर्विंशतिसूत्रं लोटि परे विद् धातुतः आम् प्रत्यय लघु उपदगुणाभाव लोटः लुक् लोगन्तकृत् धातोः अनुप्रयोगः च इति इमानि चत्वारि कार्याणि मिलित्वा विकल्पेन भवन्ति. विद् प्रत्ययोग आम् विद्धाम् अत्र लघु उपदगुण न लोटः लोक् अपि च कृत् धातो लोगन्तरूपाणि विदां करोतु विदां करोतु विदां कुर्वन्तु तिङन्तपदम् इति अव्ययपदम् अन्यतरस्यां सप्तम्यन्तं त्रिपदं सूत्रं सूत्रं स्वयं सम्पूर्णं विदां कुर्वन्तु इति अन्यतरस्याम् इति विद्धातु प्रति लोट् लकारे विकल्पेन अन्यरूप आगच्छति तत् अन्यरूप अस्ति विद्धां कथम् इति भवति लोटि परे विद्धातुतः आम् प्रत्यय प्रथमं योजयामः तत् लघु उपदागुण भाव भवति अत्र आम् प्रत्यययोजने विद् वेद न भवति गुणाभावः अस्ति तद् लुक् भवति तदनन्तरं क्रीधातु इति तस्य रूपाणि योजयामः उदाहरणम् अस्ति ते चत्वारि कार्याणि अस्ति विद्योग आम् विदाम् लघु पदगुणस्य निषेध लोट् लोक् क्रीधातु विधां करोतु विधाम् इति प्रथमं मकारस्य अनुस्वरः भवति विदां इति नश्चापदन्तस्थलि तदनन्तरं अनुस्वारयै परसवर्ण मकार अनुस्वारस्य ककारस्य पञ्चमवर्णकार आगच्छति विदां करोतु इति भवति तत् भवति प्रथमपुरुषे एकवचने विदां कुर्वन्तु इति प्रथमपुरुषे बहुवचने इति तिङन्तपदं रूपाणि साधयामः तत् विद् विदां इति योज्य कृधातोः लोट् लकारस्य प्रत्ययानि योजय लोट् लकारस्य अन्यत् विकल्पेन अपि साधयामः रूपम् एकं रूपं साधारणतः यस्य ये सिद्ध तिङ्गप्रत्ययाः सन्ति ते विद्धातु योजयामः अन्य असि विदाङ् अपि कुर्वन् कृधातोः प्रत्यया लोट्लकारे योजयामः विदाङ् कुर्वन्तु इति अन्यतरस्याम् अस्तु भगिनि धन्यवादः अस्तु पुष्प भगिनि लङ्गि सिजभ्यस्तविदिभ्यश्च सिजभ्यस्त विधिभ्यश्च यत् लकारस्य अवस्थायां सिज् प्रत्ययात् अभ्यस्त संज्ञकात् धातोः विद् धातोः च परस्य झि प्रत्ययस्य स्थाने जुस् आदेशः भवति स्विच् च अभ्यस्तश्च विधिश्च तेषाम् इतरेतरद्वन्द्वः सृजभ्यस्त विधयः तेभ्यः सृजभ्यस् विधिभ्यः पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं नित्यम् नितः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः जेर्जुस् इत्यस्मात् जेः जुस् इत्यनयोः अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सृजभ्यस्तविधिभ्यः च नितः लस्य जेः जुस् तत्कारणात् अत्र अविद्योगः जि अविद्योगः वुः इति आगच्छति तत्तु जुस् तु वु एव तिष्ठति जुस् प्रत्ययस्य वुः एव तिष्ठति जकारस्य चूटु इति अनेन जकारस्य लोपः भवति, अनन्तरं सकारस्य तु सकारस्य तु ऋतुं भूत्वा ससर्षुरुः, अनन्तरं इत्यनेन अविद् उदाहरणमपि पश्यति किं भगिनि तदुपस्थिति अविद्योगः जि इति तदेव अविद्योगः जि अविद्योगः उः तत् जि तु उः आगच्छति अविदुः इति. धन्यवादः. सुब्रह्मण्यं महोदय दर्शयति वदति. महोदय मम मां दर्श न सुब्रह्मण्य महोदय इति उक्तवती किल, सो सुब्रह्मण्य भवतः नाम अत्र सुब्रह्मण्यम् इति लिखितवती, तर्हि पूर्णनाम लिखितवती. धन्यवादः महोदय. दश्च धातोः पदान्ते दकारस्य स्थाने विकल्पेन रु आदेशः भवति सिपि परे, रु अभावे दत्त्वमेव. अनुवृत्तिसहितसूत्रं दह च पदस्य धातोः रुः वा क्षिपिपरे, क्षिपिपरे एव यत्र यत्र चकारः अस्ति परे अत्र एव विकल्परूपं रुः आदेशः, अन्यत्र न अधि. अविद् यो स अवेद् अत्र लङ्लकारे सकारः पित्वमस्ति, अतः अवेद् इति रूपं भुगन्धलौपदीसूत्रेण अवेद् भवति. अनन्तरं सकारः हल्याभ्योगदीर्घात्सूस्य प्रथम सूत्रं अत्र सकारः लोपो भवति, अवेद् इति रूपम्. अवेद् वावसाने इति सूत्रेण विकल्पेन अवेद् इति रूपं भवति. अनन्तरम् अवेद् योः स अविद् योः स अत्र गुणकार्य अवेद् योः स अत्रापि हल्याभ्यवृत्तं हल् इत्यनेन चकारः लोपः. दशसूत्रेण अत्र दकारस्य रुः भवति, रु भवति, करवसाने विसर्जने सूत्रेण विसर्गः भवति, अतः अवेह इति रूपम्. यद्यपि सकारस्य लोपः भवति तथापि प्रत्यलोपे प्रत्यलक्षणम् इत्यनेन लक्षणं तिष्ठति इति कृत्वा दर्शयति. धन्यवादः महोदय. महोदय भवानेव लट्लकाररूपाणि साधितुम् इति लट्लकारस्य रूपं वा विद्युदातु महोदय. लट्लकार ति अस्ति अद्य योः ति अत्र गुणः भवति, अतः अवेद् अवेद् योः ति अकारः नास्ति खलु वेद् केवलं आम् आं क्षम्यतां महोदय. वेद् वेद् योः ति अत्र करिचेदसूत्रेण दकारस्य चर्तं भवति, अतः वेति इति रूपं भवति एकवचने. मध्यं द्विवचने गुणकार्यं न भवति, अपि तदः नित्वत् सार्वार्थकमपि इति सूत्रेण वित् योतः करिचेदसूत्रेण तकारं भवति, अतः वित्तः इति रूपम्. अनन्तरं विद्योः अन्ति अत्र स्वरः अस्ति, अतः किमपि कार्यं नास्ति, विदन्ति इति रूपं भवति. मध्यं पुरुषे शि अस्ति, अत्र पित्वम्, अतः गन्धलपदीसूत्रेण वेद् भवति, वेद्योः सि अत्रापि करिचेदसूत्रं कार्यं करोति, वेत् योः सि वेत्सि इति रूपं भवति. अनन्तरं द्विवचने तः अत्र गुणकार्यं न भवितुम् गुणकार्यं न भवति अपि अधः विद्योः अतः अत्र अपि करिच सूत्रं कार्यं चेत् वित्तः बहुवचने अपि वित्त विद्योः मे उत्तमपुरुषे अत्र पित्तस्य अधः वेद इति पुगन्धलघुसूत्रेण भवति अनन्तरं किमपि कार्यमस्ति मेलनमेव वेद्नि इति द्विवचने अपि वेद्वः वेद्मः इति रूपं भवति महोदय गुणनिषेधः अतः वेद्वः वेद्मः इति रूपाणि भवति. धन्यवादः विद्मः विद्वः विद्मः क्षम्यताम् धन्यवादः. एकः प्रश्नः अस्ति, दश्च लट् लकारे कार्यं न करोति वा? दश सूत्रं वदति दह च पदस्य धातोः रू वा स्थिति इति, पदान्तकार्यमपि स्यात् स्थिति परे इति अपि स्यात्. तर्हि निमित्तद्वयम् अस्ति खलु, स्थिति परे भवेत् पदान्तमपि भवेत्. लट्लकारे तु पदान्ते न भवति खलु कार्यं? नो लट्लकारे स्थिति परे नास्ति, पदान्तकार्यं नास्ति खलु, पदान्तं नास्ति. अस्तु, निमित्तद्वयस्य निमित्तद्वयम् आवश्यकं, द्वयमपि अस्तु. अस्तु, धन्यवादः. केवलं लोट्लकारे एव यद्यपि सिद्धातोः लोपः भवति तथापि निमित्तं तिष्ठति, लक्षणं तिष्ठति इति कृत्वा पदान्तकार्यमपि अस्ति इति कृत्वा दश. अस्तु, किं भगिनि लट्लकारस्य वैकल्पिकरूपाणि? अस्तु महोदय, अत्र विद्धातुतः लिट्लकारस्य नवप्रत्ययानि उपयुज्य अत्र वैकल्पिकरूपाणि साधयामः. प्रथमम् अस्ति नल् इति, नकारस्य लोपः भवति लकारस्य लोपः भवति तदनन्तरम् अकारः एव अवशिष्यते, अतः विद्योगः अ इति. विद इति प्रथमपुरुषे एकवचने, तदनन्तरम् अतुः इति अस्ति, अतः अत्रापि मेलनं भवति. भगिनी अत्र प्रथमं नल् यत्र अस्ति तत्र पित् अस्ति वा न वा? विद् भव विद् विद इति भवति वा वेद इति भवति वा? वेद वेद भवति. तर्हि तत् पित् तत् स्थानं पित् एव किल? मया दोषेण उक्तम्. अत्र वेद विदतुः विद्योगः उः विदुः इति. मध्यमपुरुषे थल् इति अस्ति, लकारस्य हलन्त्यम् इति कारणेन अपगमनं. तदनन्तरं विद् अत्रापि गुणः भवति इति कृत्वा वेद् योगः थ खरीच इति कारणेन दकारस्य तकारः, अतः वेद् थ इति भवति. तदनन्तरं विद्योगः अतुः, अत्र मेलनं भवति विदतुः, पुनः अकारः अस्ति अतः अत्र परन्तु अपित् अस्ति इति कृत्वा अत्र विद इति आयाति. उत्तमपुरुषे एकवचने नल् अस्ति, पुनः अकारः अस्ति, पित् अस्ति इति कृत्वा पुनः अत्र रूपं वेद एव भवति. तदनन्तरं बकारः विद्योगः व विद्व विद्म इति रूपाणि भवन्ति. अत्र किमपि कार्यं नास्ति, केवलं मेलनमेव. अस्तु भगिनि, अत्र नल् किमर्थं तिष्ठति इति अहं मन्ये तानिव दादेशो नल् विदौ इति सूत्रेण तित् भवति इति मन्ये. एवं खलु? तानिव वर्गी केवलं स्थानी उक्तवन्तः, स्थानी पर पूर्वं सूत्रं न उक्तवन्तः. पुनः एकवारं वदतु भगिनि तस्य विषये अहं किञ्चित् विस्मृतवती. सूत्रं किम् अस्ति भगिनि? स्थानी स्थानिवद् आदेशो अनल् विदौ इति. तर्हि अत्र तु यत्र इत्यस्य स्थाने नल् आदेशः अभवत्, अल् इति कार्यं नास्ति, अल् इत्युक्ते वर्णनिमित्तिकं कार्यं नास्ति, तादृशविधि कार्यं नास्ति इति कृत्वा एतत्तु पित् इति तु तस्य गुणः अस्ति खलु, अल्विधिकार्यं नास्ति इति कृत्वा निश्चयेन स्थानिवद् आदेशः भवति. आदेशः यत् अस्ति तत्तु स्थानिवद् भवति. आदेशः स्थानि अल्विधिकार्यम् इत्युक्ते एकम् अल् वर्णम् आश्रित्य कार्यम्. अल् इत्युक्ते सर्वे स्वराः सर्वे वर्णाः अल् इति वदामः खलु. अनल् इत्युक्ते वर्णनिमित्तिकं कार्यं, तादृशं वर्णनिमित्तिकं कार्यं नास्ति इति कृत्वा वर्णस्य आदेशः भवति चेत् किं वदामः तत्र? किम् इत्युक्ते अत्र अधुना तित् इति वर्णनितिकं कार्यं नास्ति खलु. तित् इति तस्य स्वभावः अस्ति. तर्हि अनल् विधिः अस्ति तित् इति. किन्तु यदि वदामः तित् इति प्रत्ययः तकारादिप्रत्ययः इति वदामः इति चिन्तयतु. किन्तु नल् इति तु तकारादिप्रत्ययः नास्ति. तर्हि तकारादि किमपि कार्यम् अस्ति चेत् अल्विधिकार्यं किमपि अस्ति चेत् तकारादि इति किमपि अल्विधिकार्यम् अस्ति चेत् तत्तु स्थानिवद् आदेशः इति न वक्तुं शक्नुमः. आदेशः तु स्थानिवद् न भवति. तकारादिप्रत्ययः नल् निश्चयेन नास्ति, किन्तु तित् निश्चयेन भवति इति. तस्य तु गुणं स्वीकरोति, स्थानिनः गुणं स्वीकरोति आदेशः, किन्तु अल्विधिकार्यं न स्वीकरोति. सूत्रं कृपया पुनः वदतु महोदय. अत्र 1156 इति सूत्रं महोदय. धन्यवादः. भगिनी मध्यमपुरुषस्य उक्तवती किं सर्वे भगिनी उक्तवती खलु. भगिनी मन्त्रपुष्पाणि आगच्छति न, तत्र एतत् प्रयोगः आगच्छति. योपां पुष्पं वेद पुष्पवान् प्रजावान् पशुमान् भवति. योपां पुष्प योपां पूरणं वेद वेद तत्र आगच्छति. अहं तु कियदपि श्लोकान् पठामि, कियान्तानपि श्लोकान् पठामि, किन्तु यदा विषयः आयाति तस्मिन् समये मम मनसि तु न तिष्ठति एव किमपि श्लोकं. महोदय उक्तवान् वयं भाषायाम् इति तस्य प्रयोग कुर्मः, प्रयत्नं कुर्मः. तत् तदानीं मम मनसि आगच्छति योपां पुष्पं वेद पुष्पवान् प्रजावान् पुष्पं एवं वेद योपायतनं वेद आयतनवान् करोति. धन्यवादः महोदय. सत्यं अहमपि वेद, अहमपि वेद, अहं वेद. वयं किल अत्र वाक्यानि वदामः चेत् इतोपि मनसि तिष्ठति इति. आम् आम्, नो चेत् रूपाणि एव साधयामः, अनन्तरं शीघ्रमेव रूपाणि विस्मरामः अपि. पुनः आगत्य द्रष्टव्यं. पूर्वम् अस्माभिः पठ मम अस्माकं वर्गे पठितम् आसीत् खलु, किन्तु मम मनसि किमपि न तिष्ठति अधुना प्रायः. किं एवं कुर्मः अग्रिम महोदयस्य तु वर्गः तु मङ्गलवासरे अस्ति, अस्माकं तु गुरुवासरे अस्ति. तर्हि यत्किमपि धातुनिर्माणं वयं पठामः, तस्य किमपि वाक्यं रचयित्वा वयम् आनयामः. तद् कुर्मः किं तद् कुर्मः, तस्य अर्थ सामान्यतया एकस्य धातोः अनेके अर्थाः अपि भवन्ति. कदाचित् उपसर्गाः भवन्ति चेत् भिन्नभिन्न तेषुपि आयाति. तर्हि तादृश सङ्गृह्य विषयान् सङ्गृह्य किञ्चित् आनयामः, आनीय अत्र चर्चयामः. बहु उत्तमं भवति तर्हि तादृशं प्रयत्नं भाषाप्रयोगे तदानीमेव अस्माकं भवति. तदा एव अस्माकं शब्दरूपाणि स्मरणे भवतु इति आशा अपि आयाति, नो चेत् शब्दरूपाणि वयं स्मरामः. धन्यवादः भगिनी, सरला भगिनी प्रेरणा. आम् भगिनि, साधारणरूपाणि प्रथमं वदामि. लोट् लकार विद् धातु प्रथमपुरुषे एकवचने तु इति हलन्त तित् अस्ति, गुणं भवति पुगन्तलघु उपदस्य वेद, वेदयोग तु तस्य सन्धिकार्यम् आगच्छति, खरि च वेत्तु इति भवति, विद् योगतात् अपित् अस्ति ङित्वित् अस्ति गुणकार्यस्य निषेधः भवति, खरि च केवलं कार्यं करोति, वित् तात् इति भवति तथेय वित्तां विद्दन्तु केवलं वर्णमेलनं भवति, विद् योग हि हुझल्भ्यो हेधि तत्र हि स्थाने धि आगच्छति, विद् पुनः झल झलाञ्च चषि इत्यनेन दकारे तत्र तिष्ठति, विद्धि इति भवति, तात् वित्तात् इति भवति, वित्तं वित्त आनीय इदानीं तस्य गुणं भवति पुगन्तलघु उपदस्य वेदानि वेदा वे वेदाम इति भवति, अन्यरूपाणि विदाङ्ग यदि वयम् उपयुज्यामः तत्र भवति विदां करोतु, विदां कुरुतात् विदां कुरुताम्, विदां कुर्वन्तु, विदां कुरुतात् विदां कुरुतं, विदां कुरुत, विदां कर्वाणि, विदां कर्वाव, विदां कर्वाम। क्षम्यता पुष्प भगिनी वदति लङ्लकार अस्तु लङ्लकारे अकारः अडागमः इति लुङ्क्षु इत्यनेन अडागमः अविद् इति अस्ति, अविद्योगः त अत्र कोऽपि लङ्कलकारे लङ्गि विद्धातु अत्र सकारस्य एव तकारः तथैव तिष्ठति, पित् अस्ति अवित्त दकारस्य करीच इत्यनेन हल्याद्यो दीर्घ अपृष्टप्रत्ययः अस्ति इति कृत्वा तस्य लोपः भवति खलु त इति प्रत्ययस्य लोपः तत्तु तकारस्य लोपः न सकारस्य एव न किमर्थं हल्याभ्यो यत्किमपि अकृतप्रत्ययः अस्ति चेत् तस्य लोपः प्रत्ययस्य एक एव वर्णः यस्तस्ति तत्तु अकृतप्रत्ययः इति वदामः तत्तु अवेद इति अवेद् इति आयाति तकारस्य लोपः तत्तु अवेद् इति तां तु अनन्तरं तस्य भिन्नरूपमपि अस्ति अवेद् इति अपि जलां दर्शयन्ति लोटि अपि वक्तव्यमस्ति वावसाने इत्यनेन अवेद् न अस्तु अत्र तां तु करीच इत्यनेन दकारस्य तकारः परिवर्तनम् आदेशः अवित्तां गुणकार्यं न करोति अवित्ताम् अन्तु अस्ति अत्र लङ्वकारः जेजस् तदेव जी तु उः आगच्छति अत्र तु विधिलिङ्गि एव जेजुष् जेजुष् इति भगिनि अत्र किम् इत्युक्ते सिद्धभ्यश्च विदिभ्यश्च इति अस्ति खलु सिद्धप्रत्ययस्य अनन्तरं अभ्यस्तसंज्ञकधातूनाम् अङ्गानाम् अनन्तरं विद्युधातोः कृते, एषः तु विद्युधातुः साक्षात् विद्युधातुः अस्ति, कार्यं न करोति, विद्युत् धातुः अस्ति खलु, विद्युधातुः अस्ति, तर्हि सिद्धभ्यस्य विद्युभ्यस्य इति सूत्रेण विद्युत् धातोः एव स्पष्टतया सूत्रे एव उक्तमस्ति खलु, विद्युधातोः कृते इति जुसादेश न न न जेजुस्तु विदिलिङ्ग् एव, लिङ्गः इति अनुवृत्तिः आयाति, सूत्रस्य सूत्रं सिद्धभ्यस्य विदिभ्यश्च इति सूत्रेण एव जुस् आदेशः भवति. तत्तु जुस् अस्ति न, आं जुस् इति जेजुस् इति भिन्नसूत्रमस्ति, अत्रापि जेर्जस्य पूर्णतया अनुवृत्तिः आयाति अत्र इति भूत्वा, अत्र तु जे स्थाने जुस् आदेशः, किन्तु कुत्र इति पृच्छामः चेत् लोट् लकारे अत्र सिच् अभ्यस्त विद्युद्धातोः अपि परः जुसादेशः भवति, किन्तु प्रश्नः किं सूत्रं कार्यं करोति इति प्रश्नस्य उत्तरं तु तत् कार्यं कृत्वा जी तु उहु आयाति उस् आयाति, अत्र रु आदेशः तत्रैव सिपि धातुरुर्वा इत्यस्य अनुवृत्तिः पदस्य दह च पदस्य धातोः रुः वा सिपि इत्यनेन अविदुः इति आयाति न न न न न भगिनी बहु बहुवचने अविदुः इति पूर्वं कृतवती खलु, अनन्तरम् अधुना मध्यमपुरुषस्य रूपं मध्यमपुरुषस्य मध्यमपुरुषस्य सकारस्य कार्यं दश्च सकारस्य कार्यं दश्च किमर्थम् इत्युक्ते सिपिपर इति दश इति सूत्रं सिपिपर एव कार्यं करोति, पदान्त सिपिपर पदान्ते अनन्तरं सिपिपर इति तत्र पदस्य स्थितिः इति अत्र अविद्योगः सा तत्र अवेद्योगः सा तत्र हल्याभ्यो दीर्घात् श्रुतिस्य प्रक्तः हल् इत्यनेन सकारस्य लोपः भवति अवेद् इति तिष्ठति, तत्तु अवेद् प्रथम प्रथम अवेद् इति एकस्मिन् पक्षे अनन्तरं बाबसाने इति अवेद् अवेद् इति आगच्छति, अनन्तरं दश इति सूत्रे दश इति वैकल्पिकम् अस्ति सूत्रं, द्वे अपि अवेद् इति तिष्ठति न न न अवेः इति अवेद् योगः भगिनि एकं वदामि, तत्तु तकारस्य तु अवेद् इति भवति, सकारस्य तु अवेद् इति तिष्ठति, द्वे अपि तत् कार्यं वदामि, प्रथमं कार्यम् अस्तु अवेद् अवेद् इति रूपद्वयम् इति रूपद्वयं भवति, अनन्तरं तृतीयं रूपम् अवेद् इति आगच्छति, दकारस्य तकारः चगादेशः, तत्तु दश्च इत्यनेन करवसनावसानयो विसर्जनीया इत्यनेन विसर्गादेशः अवेः इति तृतीयं रूपं दश इति द्वौ आदेशः, अत्र तं तु अवित्तम् अविद् योगः अम् इति अम् इति किम् अस्ति लङ् लकारे अम् इति भगिनि अवित्तम् अवित्ता अम् तु अवेदम् अवेदम् अवेद्व अवेद्म विद्योहः यात् अत्र किमपि कार्यं नास्ति अतः मेलनमेव भवितुम् अर्हति महोदय. अतः विद्यात् विद्यातां विद्युः मध्यमपुरुषे विद्याः विद्यार्थं विद्यात् विद्यां विद्याव विद्याम इति रूपाणि भवन्ति महोदय. धन्यवादः. धन्यवादः. तर्हि विषयः समाप्तः खलु. तर्हि प्रायः अग्रिमसप्ताहे यदा मिलामः यथा वयं निश्चितवन्तः भिन्नभिन्न अर्थाः ये ये भवितुम् अर्हन्ति, अनन्तरम् उपसर्गैः सह अपि भेदाः भवन्ति, तस्य यत्किमपि सङ्ग्रहणं कर्तुं शक्नुमः. अनन्तरं वाक्ये प्रयोगः, प्रायः उदाहरणवाक्यम् एकं लिखित्वा आगच्छामः. अनन्तरं तस्य धातोः किमपि विशेषतया किमपि वैशिष्ट्यं किमपि अस्ति चेत् तदपि जालपुटे किमपि पश्यामः चेत् ज्ञास्यामः चेत् तदपि सङ्ग्रह्य आगच्छामः. अनन्तरं यदा भगिनी कृतवती श्लोकेषु यत्र कुत्रचित् आयाति चेत् तस्यापि उल्लेखनं भवति चेत् तदपि समीचीनं भवति. प्रसिद्धश्लोकेषु यत् वयं सर्वे जानीमः तत्र तत्र ज्ञापनार्थं सर्वेषामपि धातु आगच्छति. आम् धातु प्रति वाक्यानि रचितानि. आम् अग्रिमधातुः हन्धातुः एव किल. तदनन्तरम् ईर इति अस्ति. यदि ई धातु गतौ किञ्चित् स्वहन् ई धातु अस्तु द्वे भवन् अस्तु. तर्हि विरमामः, किं दशवादनमेव अभवत्. अस्तु विरमामः. तर्हि धन्यवादः. शुभरात्रिः. वयं विदिलिङ्ग् कृतवन्तः किं न न खलु मणिमहोदय न उक्तवान् खलु विदिलिङ्ग् उक्तवान्. अस्तु महोदय, धन्यवादः महोदय. शुभरात्रिः.